ॐ सरस्वती महाभागे विद्ये कमलोचने विश्वरूपे विशालाक्षे विद्यां देहि नमोऽस्तु ते येनाक्षरसमाम्नायम् अधिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिं पाणिनिं सूत्रकारं च प्रणतोऽस्मि मुनित्रयम् हरिः ॐ श्रीगुरुभ्यो नमः सर्वेभ्यः नमस्कारः अस्मिन् पाणिनिव्याकरणवर्गे सर्वेषां स्वागतम् अस्माकं प्रवर्तमानविषयः अस्ति सूत्रेषु बलावलचिन्तनं ध्वनिः श्रूयते वा श्रूयते महोदय ध्वनिः श्रूयते वा आं महोदय श्रूयते श्वेतना भगिनी ध्वनिः किमपि क्लेशः अस्ति वा अत्र नेट्वर्क् मध्ये श्रूयते महोदय मध्ये मध्ये डिस्टर्बेन्स् परन्तु श्रूयते अस्तु सो अस्माकम् एतावता किं दृश् तत्र दृष्टं विप्रतिषेधे परं कार्यम् अस्माभिः तुल्यबलविरोधः अपि दृष्टं विप्रतिषेधः इत्युक्ते तुल्यबलविरोधः अस्तु सूत्रयोः अन्यत्र अन्यत्र लब्धावकाशः अस्ति अपि च तयोः एकत्र प्राप्तिः भवति चेत् तस्य नाम एव तुल्यबलविरोधः तस्मिन् समये तत्र एकं सामान्यसूत्रम् अस्ति इत्युक्ते परिभाषासूत्रम् अस्ति विप्रतिषेधे परं कार्यं सो यद्यपि पाणिनिमहर्षिणा एकमेव सूत्रं दत्तं विप्रतिषेधे परं कार्यं तत् परन्तु तत्र अपि बहु किमपि चर्चा अस्ति परम् इति शब्दस्य किं कः अर्थः तत्र सो परम् इति श्रेष्ठः वा इष्टं वा अपि च यः अनन्तरं सूत्रम् आयाति तद्वा किमर्थं चेत् परम् इति शब्दः तत्र अनेकार्थशब्दः तस्य अनेके अर्थाः भवन्ति अतः तत्र अपि बहु किमपि चर्चा अस्ति परन्तु अस्माकं करपत्रे विप्रतिषेधे परं कार्यम् इति इत्युक्ते सामान्यरूपेण तत्र यः परं सूत्रं यस्य सूत्रस्य सङ्ख्या अनन्तरम् अस्ति तदेव परम् अस्ति बहुत्र तादृश एव चिन्तनं भवति यत्र द्वयोः सूत्रयोः समानबलम् अस्ति अपि च कुत्रचित् एकत्र प्राप्तिः भवति चेत् तत्र परं परसूत्रेण एव कार्यं तत्र भवति इति तु सामान्य तत्र बलाबलविषये चिन्तनम् अस्ति विप्रतिषेधे परं कार्यं परन्तु अस्माभिः दृष्टं तत्र अस्य अतिरिक्त अपि बहु किमपि सम्बन्धः सूत्रयोः तत्र दृश्यते यथा तत्र अस्ति नित्य अनित्यसम्बन्धः सो कृताकृतप्रसङ्गः एव नित्यप्रसङ्गः सो यस्य सूत्रस्य प्रसक्तिः पूर्वे अपि आसीत् परमपि भवति तद्भवति नित्यसूत्रं सो परसूत्र यद्यपि परसूत्रम् अनित्य अस्ति यदि परसूत्रम् अनित्यम् अस्ति तत्र परसूत्रं श्रेष्ठं न भवति परसूत्रं बलवत् न भवति तत्र यः नित्यसूत्रम् अस्ति तदेव बलवत् भवति सो परसूत्रस्य अपेक्षया अपि नित्यसूत्रं बलवत् भवति अनन्तरम् अस्माभिः दृष्टं नित्यसूत्रस्य अपेक्षया अन्तरङ्गसूत्रं बलवत् अस्ति सो अन्तरङ्गं बहुविधम् इत्यपि अस्माभिः दृष्टम्. अन्तरङ्गं बहुविधम् इत्युक्ते अत्र अस्माकं करपत्रे तत्र अन्तरङ्गस्य एकं सामान्यलक्षणम् अस्ति, अनैमितिकम् अन्तरङ्गम्. यस्य सूत्रस्य कृते कोऽपि निमित्तं बाह्यनिमित्तमेव नास्ति, तदपि अन्तरङ्गं भवति, तदपि अस्ति अन्तरङ्गसूत्रस्य लक्षणं. सो अनैमितिकम् अन्तरङ्गं, यदि कोऽपि वदति अनैमितिकम् इत्युक्ते किं, यथा नोणः अपि च धातु आदेशः सः. धातु आदेशः सः इत्युक्ते तत्र कोऽपि बाह्यनिमित्तम् आवश्यकं नास्ति. इट्स् हेपनिङ्ग्. क्षम्यतां, तत्र ऐ डोण्ट् नो, सिन्स् वन् आर् टु वीक्स् मै दिस् FCC एप् इस् गेटिङ्ग् टर्मिनेटेड्. ऐ डोण्ट् नो, ओन्ली प्राब्लम् हेपन्स् वित् FCC. ऐ डोण्ट् नो. इदानीं श्रूयते वा? आं महोदय. श्रूयते. अस्तु अस्तु भगिनि. सो तत्र एका नूतनपरिभाषा तत्र अस्ति, इत्युक्ते नूतन नास्ति, बहु पुरातनपरिभाषा अस्ति. पूर्वपरनित्य अन्तरङ्ग अपवादानाम् उत्तरोत्तरं बलीयः. अनेन अनया एव वयं तत्र प्रायशः सूत्रेषु यदा बलाबलचिन्तनं भवति अनया परिभाषा एव वयं तत्र निर्णयं कर्तुं शक्यते, कः सूत्रं किं सूत्रं बलवत् भवति. सो यद्यपि अत्र अपवादसूत्रम् अन्ते उक्तमस्ति, परन्तु सर्वेषाम् अपेक्षया, सर्वेषां सम्बन्धानाम् अपेक्षया अपवादसूत्रं बलवत् भवति. अतः प्रथमसोपाने एव अस्माभिः तत् द्रष्टव्यं, सूत्रयोः तत्र उत्सर्ग अपवादसम्बन्धः अस्ति चेत् अपवादसूत्रमेव बलवद् भवति. यदि तत्र उत्सर्ग अपवादसम्बन्धः नास्ति, देन् तदा किं करणीयं, नेक्स्ट् स्टेप् मध्ये तत्र अन्तरङ्ग बहिरङ्ग विषये तत्र चिन्तनीयं. यदि अन्तरङ्ग बहिरङ्गविषयः अपि नास्ति, देन् तदा तत्र किं द्रष्टव्यं, नित्यानित्यसम्बन्धः. यदि नित्यानित्यसम्बन्धः अपि सूत्रयोः न वर्तते, तदा एव विप्रतिषेधे परं कार्यम् इति परिभाषया तत्र कार्यं करणीयं. सो पूर्वपरविषयः तु अन्ते आयाति, अन्ते चिन्तनं भवति पूर्वपरविषये. प्रथमे तु उत्सर्गत्वात् सम्बन्धः, बिकास् अपवाद् सूत्रं सर्वेषाम् अपेक्षया बलवत् अस्ति. यदि उत्सर्गत्वात् सम्बन्धः न दृश्यते, तदा अन्तरङ्गं बहिरङ्गम् इति सम्बन्धः तत्र द्रष्टव्यम्. यदि तदपि न दृश्यते, तदा नित्यानित्य प्रसङ्गः अपि नास्ति चेत् तदा एव पूर्वपर इति. सो पूर्वपर इति चिन्तनम् अन्ते भवति, बिकास् तत्र तु प्रायशः सर्वत्र पूर्वपरसम्बन्धः इत्युक्ते बलाबल तुल्यबलविरोधः तु बहुत्र तत्र दृश्यते एव, परन्तु प्रथमसोपाने एव पूर्वपर आधारीकृत्य निर्णयं कुर्मः चेत् प्रायशः तत्र साधुरूपस्य निष्पत्तिः न भवति. अतः अन्ते एव पूर्वपरविषये चिन्तनीयम्. सो अन्तरङ्गस्य विषये अस्माभिः तत्र लक्षणमपि दृष्टम्। अन्तर्मध्ये बहिरङ्गशास्त्रीयनिमित्तसमुदायमध्ये अन्तर्भूतानि अङ्गानि अङ्गानि अत्र अङ्गम् इति शब्दं निमित्तम्, अङ्गानि इत्युक्ते निमित्तानि यस्य तदन्तरङ्गं, तथैव तदीयनिमित्तसमुदायात् बहिर्भूताङ्गम्। सो बहिर्भूताङ्गकं बहिरङ्गम् इति तत्र बहिरङ्गं बहिरङ्गस्य अपि च अन्तरङ्गस्य लक्षणमस्ति। इदानीं तत्र अहं चिन्तयामि प्रथमबिन्दुतः तत्र न एतत् अपि पठितं। सो तत्र महोदय बहिरङ्गं न अवगतं महोदय। बहिरङ्गम् इफ् यु हेव् अण्डर्स्टुड् डे देन् इट् इस् नैट्, देर् इस् नथिङ्ग् बहिरङ्गम्। सो यस्य शास्त्रस्य निमित्तानि अन्तरङ्गशास्त्रस्य निमित्तसमुदायात् फ्राम् द निमित्त आफ् द अन्तरङ्गशास्त्रस्य औट्सैड् अस्ति, बहिर् अस्ति, तद् बहिरङ्गम्। यस्य शास्त्रस्य निमित्तानि बहिरङ्गशास्त्रस्य अपि च यः तत्र स्थानी वर्तते मध्ये वर्तते तद् अन्तरङ्गम्। बहिरङ्गम् इत्युक्ते यदि निमित्तम् औट्सैड् अस्ति चेत् तत् तत् शास्त्रं बहिरङ्गशास्त्रम्। तत्र किमपि तदीयनिमित्तसमुदायात् इत्युक्ते तदीय इत्युक्ते अन्तरङ्गशास्त्रस्य निमित्तसमुदायात् बहिर्भूत अङ्गकं बहिरङ्गं, यथा अस्माभिः दृष्टं तत्र शिवयोग न अस्ति। सो शिवयोग न इति अत्र तत्र सूत्रत्रयाणां सूत्राणां प्रसङ्गः वर्तते, लोपव्योर्वलि श्वोः शूडनुनासिके च अपि च पुगन्तलघुपदस्य च। सो तत्र वयं पश्यामः चेत् तत्र स्थानीद्वयम् अपि च निमित्तं तु एकमेव अस्ति न इति प्रत्ययः, परन्तु स्थानीद्वयम् अस्ति। लोपव्योर्वलि इत्यस्य स्थानीवर्णः वकारः, सिमिलर्लि छ्वोः शूड् अनुनासिके च इत्यस्य कृते शास्त्रस्य कृते स्थानीवर्णः वकारः, वकारस्य एव ऊठादेशः, परन्तु पुगन्तलघुपदस्य च इति सूत्रस्य कृते स्थानीवर्णः इकारः, सिव् इति यः उपधायाम् इकारः अस्ति तद्भवति स्थानीवर्णः। अतः स्थानीवर्णः अपि च तत्र यः निमित्तम् अस्ति, सो द्वयोः तत्र तुलना कुर्मः चेत् तत्र एकं तत्र अन्यत् उदाहरणमस्ति अन्तरङ्गस्य। सो यस्य शास्त्रस्य निमित्तं बहिरस्ति तद् बहिरङ्गं, यस्य शास्त्रस्य निमित्तं स्थानीसमीपे वर्तते तद् भवति अन्तरङ्गं। तावदेव अस्ति अन्तरङ्ग अपि च बहिरङ्गशास्त्रस्य लक्षणम्। अपि च तत्र अन्यानि लक्षणानि अपि सन्ति, यथा मया उक्तम् अनैमित्तिकम् अन्तरङ्गम्, यस्य शास्त्रस्य कृते कोऽपि बाह्यनिमित्तमेव न वर्तते तदपि भवति अन्तरङ्गम्, तदपि अन्तरङ्गस्य एकं लक्षणम् अस्ति। अत्र पश्यतु भगिनि, एकः धातुः अस्ति लच् इति धातुः, एतदपि बहु परिचित उदाहरणम् अस्ति। लच् इति धातुः अस्ति, तत्र रैटिङ्ग् दृश्यते वा स्क्रीन् उपरि, रैटिङ्ग् दृश्यते वा? नवुल् प्रत्ययस्य विवक्षा अस्ति, लच् इति धातुः अस्ति, नवुल् इति अत्र कृत् प्रत्ययः। सो नवुल् प्रत्ययस्य विवक्षायां लच् धातुतः नवुल् प्रत्ययस्य विवक्षायां तत्र कस्य कस्य सूत्रस्य प्रसक्तिः भवति इति वयम् अत्र पश्यामः। सुल्लाश्चिति नवुल् अस्ति चेत् अत्र नकारस्य इत् अस्ति, लकारः अपि अपगच्छति, वु इति उच्चारणार्थम् अस्ति, वु न वु उच्चारणार्थं नास्ति, वु स्थाने तत्र किं भवति अक इति आदेशः भवति, युवोर् नाको इत्यनेन वु स्थाने तत्र अक इति आदेशः भवति। इदानीं नवुल् इति प्रत्ययः णित् अस्ति, अत्र मूर्धन्यनकारस्य इत् संज्ञा अस्ति, अतः लच् इति धातुः उपधायां ह्रस्वाकारः अस्ति, अतः कस्य सूत्रस्य प्रसक्तिः अत्र भगिनि? णित् प्रत्ययः, णित् आर्धधातुप्रत्ययः अस्ति चेत्, यदि उपधायां ह्रस्वाकारः अस्ति चेत् अत् उपधायाः इति सूत्रस्य प्रसक्तिः अस्ति, अत् उपधायाः, अपि च न केवलम् अत्र अत् उपधायाः इति सूत्रस्य प्रसङ्गः, अपि च अत्र छकारः अस्ति, सो ह्रस्व छे च इति सूत्रेण ह्रस्वस्वरस्य परे छकारः वर्तते चेत् संहितायां सत्यां तत्र तस्य ह्रस्वस्वरस्य तुकागमः भवति, सो अत्र छे च इति सूत्रस्य अपि प्रसङ्गः अस्ति, छे च, सो छे च इति सूत्रेण किं भवति, ह्रस्वस्वरस्य यः छकारे छकारस्य पूर्वे यः यदि कोऽपि ह्रस्वस्वरः अस्ति तत्र छे च इति सूत्रेण छकारे परे तस्य ह्रस्वस्वरस्य तुक्कागमः भवति, सो द्वयोः सूत्रयोः प्रसङ्गः अत्र वर्तते। इदानीं तत्र अस्माभिः किं करणीयं, बलाबलचिन्तनं करणीयं, किं सूत्रं प्रथमे तत्र प्रवर्तते, अतः अत्र अत्र छे च इति सूत्रेण, छे च इति सूत्रस्य कृते स्थानिवर्णः कः, ह्रस्वाकारः, ह्रस्वाकारस्य कृते एव किं भवति, किं भवति तस्य तुकागमः भवति, छे च इति सूत्रं पूर्वे अस्माभिः कुत्रापि दृष्टं वा गमधातुविषये? सो छे च इति सूत्रमस्ति 6.1.73 सूत्रमस्ति, तुक् आगम आगमी सूत्रमस्ति, तुक् विधायक सूत्रमस्ति, सो छकारे परे, सो दिस् सूत्र कम्स् इन् द संहितायां सत्यां, दिस् इस् लैक् ए हलसन्धि सूत्रं, सो छकारस्य परे ह्रस्वस्वरस्य तुक् आगमः भवति, सो छकारः अत्र निमित्तम् अस्ति, ह्रस्वस्वरस्य ह्रस्वस्य तुक् इति ह्रस्वस्य इत्यनेन ह्रस्वस्वरः स्थानी भवति, छकारः निमित्तम् अस्ति, अनन्तरं तत्र सेम् स्थानी एकमेव अस्ति, अत्र नव अत् उपधायाः इति सूत्रस्य कृते अपि अकारः एव स्थानीवर्णः, इज़न्ट् इट्, सो अत् उपधायाः इति सूत्रस्य कृते अपि ह्रस्व अकारस्य स्थाने दीर्घादेशः वर्तते, परन्तु तत्र अत् उपधायाः इति सूत्रस्य कृते निमित्तम् अस्ति नवुल् प्रत्ययः, नवुल् प्रत्ययनिमित्तीकृत्य अत् उपधायाः इति सूत्रम् अङ्गस्य अधिकारे अस्ति, अङ्गस्य तत्र उपधावर्णस्य दीर्घादेशः भवति, अङ्गे उपधायां यः ह्रस्वाकारः तस्य दीर्घादेशः भवति, सो वी हेव् निमित्त वन् स्थानी, लेट् अस् से स्थानी इस् एस् अकारः, एन् वन् इस् छकारः, एण्ड् एन् टु इस् वु प्रत्ययः, सो अत्रापि पश्यतु मया किं तत्र उक्तं पूर्वस्मिन् वर्गे, अन्तरङ्गबहिरङ्गस्य एतत् बहु उत्तमं ट्रिक् अस्ति, यत्र त्रयाणां पदार्थानां तत्र वयं तत्र दिस् विकल्पः अस्ति, तत्र एव अन्तरङ्गप्रसङ्गः, इफ् यु सी ओन्ली टु थिङ्ग्स् आर् इन्वाल्व् देन् तत्र अन्तरङ्ग इति बहिरङ्ग इति सम्बन्धः सूत्रयोः न वर्तते, अत्रापि पश्यतु स्थानी वन् निमित्त टु, सो निमित्त सो थ्री तत्त्वास् आर् इन्वाल्व्ड् when we are discussing these two sutras. Ataha atra vashyatu antarang itukte antarang kim yasya shastrasya nimittam बहिरङ्गशास्त्रस्य निमित्तसमुदाय मध्ये वर्तते तदन्तरङ्गम्, यस्य शास्त्रस्य निमित्तं तदीयनिमित्तसमुदायात् बहिर्भूत अङ्गं बहिरङ्गम्। सो तत्र लक्षणं पश्यामः चेत् यस्य शास्त्रस्य कृते वू निमित्तम् अस्ति तद् तत् निमित्तं स्थानी इत्युक्ते अन्तरङ्गशास्त्रस्य निमित्तसमुदायात् बहिः अस्ति, बहिः अस्ति इत्युक्ते दीस् आर् नौ त्री तत्त्वास्, वि हव् वन् टु त्री। यस्य शास्त्रस्य निमित्तं मध्ये वर्तते तदन्तरङ्गं, यस्य शास्त्रस्य निमित्तम् औट्सैड् वर्तते बहिरस्ति तद् बहिरङ्गम्। सो अत्र अतुब्धायाः छेच तद् लक्षणं पश्यामः चेत् किं सूत्रं बहिरङ्गं किम् अन्तरङ्गम्, कोऽपि वदतु। लक्षणं दृष्ट्वा तत्र किं भासते वदतु। अतुपदाय अन्तरङ्गम् अस्ति न, अतुपदाय इति सूत्रस्य कृते निमित्तं किम्? निमित्तं नूल् प्रत्ययः वू अस्ति न, एण्ड् टु इस् द निमित्तं फार् अतुपदाय, देट् इस् औट्सैड् न भगिनि। च निमित्तम् अस्ति, यस्य शास्त्रस्य कृते एन् वन् निमित्तम् अस्ति इत्युक्ते छकारः निमित्तम् अस्ति तदन्तरङ्गम्। न वी हव् अरेञ्ज् देम् इन् सीक्वेन्स् न, स्थानी निमित् वन् विच् इस् नियर् टु स्थानी और् विच् इस् इन् मध्ये अस्ति, अपि च यः बहिरस्ति निमित्तम्। यस्य शास्त्रस्य कृते छकारः निमित्तं तद्भवति अन्तरङ्गं बिकास् मध्ये वर्तते। यस्य शास्त्रस्य निमित्तं वू अस्ति तद् औट्सैड् अस्ति, वू औट्सैड् अस्ति, स्थानी दूरे अस्ति, तद् भवति बहिरङ्गम् इति तत्र लक्षणाधारीकृत्य तत्र भवति। एतत् सर्वं वयं कथम् अवगच्छामः, तत्र लक्षणं दृष्ट्वा एव अवगच्छामः। अतः प्रथमे तत्र किं भवति, प्रथमे तुक् आगमः भवति लच् इत्यस्य कृते। सो अतः तत्र किं भवति, प्रथमे तुक् आगमः भवति, तत्र एतत् रूपं भवति प्लस् वु इति प्रत्ययः। सो अत्र पुनः तत्र अत्रापि दृश्यते, पुनः किं भवति, स्तोहोश्नाश्चुः इति सूत्रेण तकारस्य पुनः स्तोहोषु सि, अत्रापि यद्यपि स्तोहोश्चुनाश्चुः अपि च छेच इति सूत्रं वर्णकार्यमस्ति, अतुब्दायाः अङ्गकार्यमस्ति। सो वट् इस् द परिभाषा, वारणात् अङ्गं बलीयः। सो अत्र तत् कार्यं न कर्तुं शक्यते, अत्र वर्णकार्यं प्रथमे भवति न तु अङ्गकार्यं भवति। सो सर्वदा तत्र वारणात् अङ्गं बलीयः इत्यनेन अस्माभिः निर्णयं न करणीयम्। यदि किमपि तत् तत्र न, इफ् यु आर् नाट् एबल् टु फैण्ड् एनिथिङ्ग् देन् वारणात् अङ्गं बलीयः। सो अत्रापि पुनः इट् बिकम्स् लच्छ च च इति भवति, देन् वू स्थाने अक इति आदेशः, एण्ड् तत्र सो अक इत्यनेन तत्र लच्छक इति रूपं भवति। अस्तु, सो यस्य शास्त्रस्य निमित्तं स्थानी समीपे अस्ति तादृश अपि वयं तत्र अवगन्तुं शक्यते, यस्य शास्त्रस्य निमित्तं स्थानी समीपे अस्ति तदन्तरङ्गं, यस्य शास्त्रस्य निमित्तं स्थानी दूरे अस्ति तद् बहिरङ्गम्। अतः प्रथमबिन्दु अस्ति पूर्व उपस्थितनिमित्तिकम् अन्तरङ्गम्, देट् इस् वाट् इस् रिटन् ओवर् हियर्, पूर्व उपस्थितनिमित्तिकम् अन्तरङ्गम्। यस्य शास्त्रस्य निमित्तं पूर्व उपस्थितम् अस्ति इत्युक्ते छकारः पूर्वे अस्ति, वू इति अनन्तरम् अस्ति, अतः तादृश एव उदाहरणम् अत्र दत्तमस्ति निमि लक्षणाधारीकृत्य। इत्युक्ते अने भिन्नरीत्या वदामः चेत् पूर्व उपस्थितनिमित्तिकम् इत्युक्ते यस्य शास्त्रस्य निमित्तं, वि आर् डिस्कसिङ्ग् टु शास्त्रास् न, अन्तरङ्गं दट् इस् सूत्रम् इत्युक्ते शास्त्रं, सो यस्य शास्त्रस्य निमित्तं स्थानि समीपे अस्ति पूर्वे अस्ति तदन्तरङ्गं, यस्य शास्त्रस्य निमित्तं स्थानि किञ्चित् दूरे वर्तते तद् बहिरङ्गम्, तदेव अस्ति प्रथमबिन्दुः। अतः लोपो व्योर्वली सो स्यो स्युव् इति न इति स्थित्यां तत्र त्रयाणां सूत्राणां प्रसङ्गः वर्तते। कियत्पर्यन्तम् अस्माभिः पठितम्? दृष्टान्त तुक् सहितचकारस्य स्थाने लोपव्योर्वलि इति सूत्रम् अवगतं वा? आम् आम् आम् अत्र अस्ति। सो तुक् सहित चकारस्य एकम् उदाहरणम् अत्र दृष्टमस्ति, अत्र दत्तमस्ति। सो प्रशितधातुः विषये तत्र तुकागमः भवति, तादृशतुक् तुक् सहित चकारस्य एव अनेन सूत्रेण ऊठ आदेशः भवति। सामान्यछकारस्य कृते ऊठ आदेशः नास्ति, तुक् सहित चकारस्य अत्र च इति सूत्रे दत्तम् अस्ति। सो यः तादृशछकारः यस्य तुकागमः अभवत् तस्य च इत्यस्य स्थाने एव तत्र ऊठ आदेशः भवति, यदि तत्र कोऽपि अनुनासिक कित्नित् अत्रापि पूर्वस्मिन् वर्गे तत्र ब्रह्मः आसीत् न, एतत् कितनित् प्रत्ययः वा न, सो तत्र कितनित् इति यः क्वीन् जलो इति अत्र कितनित् न दत्तं, सो परन्तु अत्र तादृश यः अत्र न प्रत्ययः अस्ति न, तदपि अणित् अस्ति। सो अत्र शिवयोग न इति स्थित्यामपि एतत् प्रत्ययः उनादिप्रत्ययः, परन्तु कित् नित् प्रत्ययः एव, नित् प्रत्ययः अहं चिन्तयामि, कित् नास्ति परन्तु नित् अस्ति। सो अत्र कुत्र अस्ति सूत्रं, छोः अङ्गस्य शूड् किं जलो इति अनुनासिके च इति सूत्रे तत्र कित् नित् अपि अस्ति, सो तत्र क्वि इति प्रत्ययः तु साक्षात् कित् अस्ति, सो जलादि कित् नित् अथवा अनुनासिक कित् नित् इति तत्र अष्टाध्यायी डाट् काम् मध्ये तत्र लिखितमस्ति, तत्र किनिति इत्यस्य अपि पूर्वसूत्रात् तत्र अनुवृत्तिः भवति एव, परन्तु अत्र करपत्रे न लिखितं, परन्तु अत्र कितनित् आवश्यकम् अस्ति, कितनित् प्रत्ययपरे एव तत्र कार्यं भवति, अतः यः न इति प्रत्ययः अत्र सूत्रे दत्तमस्ति तदपि अस्ति णित् प्रत्ययः। सूत्रसङ्ख्या अत्र छोः चूडनु नासिके च अत्र पश्यतु, स्क्रीन् दृश्यते वा, मया शेर् कृतं वा? सो छोः चूडनु नासिके च इति सूत्रे किनिति इत्यस्य पदस्य पूर्वसूत्रात् अनुवृत्तिः वर्तते, सर्वत्र बहुषु सूत्रेषु एतस्य अनुवृत्तिः भवति, सो अत्र अनुनासिक कितनित् भवेत्, सामान्य केवलम् अनुनासिक अस्ति चेत् तत्र कार्यं नास्ति, सो अनुनासिक कितनित् अथवा जलादि कितनित्, सो जलादि कितनित् अथवा अनुनासिक कितनित् परे एव एतत् कार्यं भवति, अत्र लिखितमस्ति अनुनासिकादौ अथवा जलादौ कितिनीति प्रत्ययपरे, तथा च क्वि प्रत्ययः तु साक्षात् कित् अस्ति, अङ्गान्ते विद्यमानस्य तच्छ इत्यस्य स्थाने तत्र ऊठ आदेशः भवति। सो अत्र अत्र यः न प्रत्ययः अस्ति न अत्र अपि अत्र दत्तमस्ति णङ् इति प्रत्ययः अस्ति अत्र नकारस्य इति अस्ति अतः णित् प्रत्ययः अस्ति अत्र दत्तमस्ति सो अत्र किनिति इत्यस्यापि अनुवृत्तिः अस्ति अस्मिन् सूत्रे न केवलं जलादिकितनित् परन्तु अनुनासिकितनित् अपि तत्र भवति अपि च लोपोव्योर्वली इति इत्यनेन तत्र वल् प्रत्याहारे परे वकारस्य यकारस्य तत्र संहितायां तत्र लोपः भवति इत्युक्ते साक्षात् परे वल् प्रत्याहारस्य वर्णः अस्ति चेत् चेदेव कार्यम् अस्ति सो लोपोव्योर्वली अनन्तरं पुगन्तलघुपदस्य च इति तु अस्माकं परिचितं सूत्रमस्ति तत्र पुगन्तलघुपदस्य च इति उपधायां यः ह्रस्व इक् सिव् धातु यः उपधायां ह्रस्वीकारः तस्य एकारादेशः अनेन सूत्रेण भवितुं शक्नोति इदानीं तत्र बलाबलचिन्तनमस्ति अत्र आरम्भं करणीयं वा सर्वप्रथमं लोपोव्योर्वली छोः षोडननासिके च अनयोर्मध्ये सो दट् इस् वाट् ऐ सेड् इन् लास्ट् सूत्र एनी टु केन् बि कम्पेर्ड् सो प्रथमे तत्र बिकास् छोः षोडननासिके च इति सूत्रमपि अङ्गस्य अधिकारे अस्ति पुगन्तलघुपदस्य च इत्यपि अङ्गस्य अधिकारे अस्ति सो इदानीं तत्र द्वयोर्मध्ये तत्र तुलना कुर्मः किं सूत्रं बलवद् भवति सो इदानीम् अस्तु एतत् आरभ्य पठामः चेतना भगिनी एकवारं पठतु अत्र भगिनी आरम्भं करोतु सर्वप्रथमं लोपो योर्वलि 6166 श्वो षडनुनासिके च षूडनुनासिके षूडनुनासिके च अत्र ऊठित आदेशः अस्ति छ आदेश चकारः अपि च ऊठ आदेशः सो शूट् इति भवति छोः षूडनुनासिके च 6419 इत्यनयोर्मध्ये किं भवति इति द्रष्टव्यम् लोपोव्योर्वलि इत्यस्य प्राप्तिः भवति चेत् छोः षूडनुनासिके च इति सूत्रस्य ऊट् आदेशः न कुत्रापि अवश्यति भविष्यति अतः सूत्रस्य अयं भागः निरवकाशः तदर्थं लोपोव्योर्वलि इत्यस्य अपवादः श्वोः षूडनुनासिके च अवगतं वा एतत् द्वयोः मध्ये कः सम्बन्धः अत्र लोपोव्योर्वलि इति सूत्रेण वकारस्य यकारस्य लोपः भवति छोः षूडनुनासिके इति सूत्रेण वकारस्य ऊट् आदेशः भवति इत्युक्ते अत्र भागद्वयं वर्तते एकमस्ति तुक् सहित् छकार तत्तु अस्माकम् इदानीं तत्र विषयः तुक् सहित् छकारस्य सोरि ऊट् आदेशः अपि च वकारस्य तत्र छोः इत्यस्य श इति आदेशः वकारस्य ऊट् आदेशः भवति सो अत्र अस्ति सिविति यः अस्ति अत्र केवलं वकारः अस्ति वकारस्य ऊट् आदेशः तदस्ति अस्मिन् सूत्रे इत्यस्य पदार्थद्वयम् अस्ति दिस् इस् बेसिकलि इट्स् अ कम्बिनेशन् आफ् टु सूत्रास् two vidhis are given in this sutra one is tuk sahit chakarasya sha adeshah second is vakarasya ut adeshah so vakarasya anunasik athva jaladi kitnit pratyay pare ut adeshah uktam asti anene sutren parantu atra pashyatu bhagni lopo vyorvali iti sutrena kim uktam asti vakarasya vakarah yatra kutrapi vakarah ayati वकारस्य परे वल् प्रत्याहारस्य वर्णः वल् वर्णः अस्ति चेत् तत्र किं भवति लोपोव्योर्वली इत्यनेन तादृशवकारस्य लोपः उक्तमस्ति सो वाल् प्रत्याहार नौ लेट् अस् सी वाट् इस् वाल् प्रत्याहार वाल् प्रत्याहारे के वर्णाः सन्ति य व सो यकारं विहाय य विहाय सर्वे व्यञ्जनानि सर्वाणि व्यञ्जनानि सो सर्वाणि व्यञ्जन यकारं विहाय सो इट् विल् आल्मोस्ट् इट् विल् कवर् एव्रिथिङ्ग् जल् इट् विल् कवर् जलादि जल् प्रत्ययः it will cover also the anunasik letters which why we are discussing jal and anunasik because chhoho shud anunasike cha iti sutrasya krite jal varna will become a this nimittam or an anunasik varna will become a nimittam so jal and anunasik both are these are covered in the val They come in, all these varnas come in the val pratyahar, isn't it? Ataha, so this is a brahat, etasya kari shetram brahat asti. Parantu, chhoho shudana nasi kecha, sthani is saman, vakaraha eva sthani bhavati. Lopo vyorvali iti sutra sikrite api vakaraha sthani asti, छोः षूडनुनासिके च इति सूत्रस्य कृते एव वकारस्य स्थाने किमपि भिन्न आदेशः उक्तमस्ति अत्र वकारस्य लोपादेशः तत्र वकारस्य ऊठादेशः सो जल् विल् कम् संवेर् हियर् एण्ड् अनुनासिक् विल् आल्सो कम् मे बि दिस् मच् इस् अनुनासिक् सो जल् एण्ड् अनुनासिक् तेषां कार्यक्षेत्रं वल् मध्ये एव तिष्ठति दट् इस् वै एतत् छोः षूडाननासिके च इत्यस्य यः वकारस्य कृते यः ऊठ आदेशः तत् तादृशभागं लोपो व्योर्वली इत्यस्य कृते अपवाद कार्यमस्ति तावत् कार्यमेव अपवादकार्यं भवति सो दिस् इस् बिकास् यस्य शास्त्रस्य निमित्तं द्वितीयशास्त्रस्य निमित्तसमुदायमध्ये वर्तते तदेव अपवादशास्त्रम् अतः यदि वयं कुत्रापि छोः षूड् अनुनासिके च वकारस्य ऊठादेशः न कुर्मः तस्य प्रसक्तिः कुत्रापि न भवितुं तत् सूत्रं तद् सूत्रस्य तादृशभागं निरवकाशः भवति सो लोपो व्योर्वलि अपि च श्वोः षूड् अनुनासिके च सूत्रयोः मध्ये तत्र उत्सर्गत्वात् सम्बन्धः वर्तते सो यत्र उत्सर्गत्वात् सम्बन्धः अस्ति तत्र तु अपवात् सूत्रमेव बलवद् भवति इति अस्मिन् परिच्छेदे लिखितमस्ति सो इति सूत्रे ऊठ आदेशः न कुत्रापि भविष्यति यदि वयं तत्र लोपो व्योर्वलि इत्यस्य प्राप्तिः भवति यदि लोपो व्योर्वलि इत्यस्य प्राप्तिः भवति चेत् इत्युक्ते कार्यं भवति चेत् वकारस्य तु लोपः भवति तदा छोः षूड् अनुनासिके च इति सूत्रस्य कुत्रापि कार्यं न भवितुं शक्नोति न भविष्यति अतः सूत्रस्य अयं भागः इत्युक्ते वकारस्य ऊठादेशः इति भागः निरवकाशः भवति अतः तदर्थं लोपो व्योर्वलि इत्यस्य तस्य शास्त्रस्य अपवादशास्त्रम् अस्ति छोः षूड् अनुनासिके च सो दिस् इस् ईजियर् सो बिकास् अत्र उत्सर्ग अपवाद् सम्बन्धः अतः छोः षूड् अनुनासिके च बलवत् भवति लोपो व्योर्वलि इत्यस्य अपेक्षया अवगतं वा भगिनि सर्वैः अवगतं वा सो यदा तत्र तादृशसम्बन्धः वर्तते तदेव अस्ति यस्य शास्त्रस्य निमित्तानि अन्यत् शास्त्रस्य निमित्तसमुदायस्य मध्ये वर्तते तस्य छोः षूड् अनुनासिके च इति सूत्रस्य कृते अन्यत्र कुत्रापि लब्धावकाशः नास्ति परन्तु लोपो व्योर्वलि इत्यस्य कृते तु बहुत्र लब्धावकाशः अस्ति बिकास् तस्य कार्यक्षेत्रं बृहद् अस्ति छोः षूडननासिके च इति सूत्रस्य कृते लघुकार्यक्षेत्रमस्ति अपि च तस्मिन् मध्ये एव वर्तते अतः सी वी हेव् टु आल्सो चेक् विद् रेस्पेक्ट् टु अपवाद सपोज् लोपो व्योर्वलि इस् दिस् मच् एण्ड् इवन् द छोः षूडननासिके इत्यस्य लघुकार्यक्षेत्रम् अस्ति बट् इफ् इट् इस् औट्सैड् दिस् सर्कल् देन् इट् इस् नाट् अपवाद् दन्तो द्वयोः कुत्रापि एकत्र प्राप्तिः नास्ति. इट् हेज़् औट्सैड् एकत्र प्राप्तिः तु एतत् तादृशम् एव दिस् मच् इत्युक्ते कुत्रचित् एकत्र प्राप्तिः भवेत्. सो यद्यपि सो डोण्ट् मिस् अण्डर्स्टाण्ड् देट् यस्य सूत्रस्य कार्यक्षेत्रं लघु अस्ति तद् अपवादसूत्रं न. दे शुड् आल्सो कोलैड् सम्वेर् न. सो हियर् इवन् दो दिस् इस् शास्त्र वन् दिस् इस् शास्त्र टु. शास्त्र टु इत्यस्य कृते लघु कार्यक्षेत्रम् अस्ति, परन्तु शास्त्र टु इत्यस्य कृते अन्यत्र लब्धावकाशः अस्ति. कुत्रचिदेव तत्र एकत्र प्राप्तिः भवति शास्त्र वन् अपि च शास्त्र टु इत्यस्य कृते. अतः तदपि अपवादं नास्ति. दिस् इस् आल्सो नाट् एन् अपवाद. अपवाद इस् ओन्ली वेन् निरवकाशत्वम् एव अपवादस्य लक्षणम्. यदि वयम् अत्र कार्यं न कुर्मः चेत् एतत् शास्त्रस्य कृते कुत्रापि लब्धावकाशः नास्ति, बिकास् वेनेवर् शास्त्र टु इत्यस्य प्रसङ्गः तत्र शास्त्र वन् अपि आगन्तुं शक्यते. बट् विद् रेस्पेक्ट् टु दिस् पिक्चर् यदा औट्सैड् कार्यक्षेत्रम् अस्ति तत्र शास्त्र वन् इत्यस्य कार्यक्षेत्रं न वर्तते. सो दिस् इस् नाट् एन् अप्वाद्. दिस् पिक्चर् डस् नाट् बिलाङ्ग् टु द अप्वाद्. दिस् इस् अप्वाद्. निरवकाशत्वम् एव अपवादस्य लक्षणम्. आर् यु इस् एव्रिबडि एबल् टु अण्डर्स्टाण्ड् वट् ऐ एम् सेयिङ्ग्? मञ्जरी भगिनी, किमपि प्रश्नः अस्ति वा? चित्र आधारीकृत्य अपि वयं तत्र अपवाद्. सो बी श्योर् अबौट् अपवाद्. सो वेन् वि से यस्य शास्त्रस्य लघु कार्यक्षेत्रम् अस्ति, देट् इस् नाट् एनफ् टु डिस्क्रैब् एन् अपवाद् शास्त्रम्. लघुकार्यक्षेत्रम् अस्ति अपि च तस्य कार्यक्षेत्रम् उत्सर्गकार्यक्षेत्रस्य मध्ये वर्तते, तदा एव तद् अपवादशास्त्रं भवितुं शक्नोति. केवलं तस्य कार्यक्षेत्रं केवलं कुत्रचित् स्थलेषु एव वर्तते तावत् पर्याप्तं नास्ति. सो लघुकार्यक्षेत्रम् अस्ति अपि च उत्सर्गशास्त्रस्य कार्यक्षेत्रस्य मध्ये वर्तते, तदा एव सः तस्य कृते अपवादशास्त्रं भवितुं शक्नोति. सो दिस् इस् वाट् इस् डिस्कस्ड् ओवर् हियर्. स्फोः षूड् अनुनासिके च इति सूत्रस्य कृते यः वकारस्य ऊठ् आदेशः, तस्य कृते यानि निमित्तानि सूत्रे उक्तम् अस्ति तानि सर्वाणि वलप्रत्याहारे मध्ये वर्तते. अतः यत्र यत्र छ्वोः षूडानुनासिके च इति सूत्रस्य प्रसङ्गः तत्र सर्वदा लोपव्योर्वली आगन्तुं शक्यते. सर्वत्र तत्र लोपव्योर्वली इत्यस्य कार्यक्षेत्रम् अस्ति. अतः वयं वदामः किं छ्वोः षूडानुनासिके च इत्यस्य यः ऊठ् आदेशस्य यः भागः अस्ति तद् अपवादं भवति लोपव्योर्वली इत्यस्य कृते. अतः छोः षूड् नासिके च इति सूत्रम् अपवादसूत्रम् अस्ति. तस्य पूर्वपरनित्य अन्तरङ्ग अपवादानाम् उत्तर उत्तरं बलीयः इति परिभाषया तद् बलवत् भवति. अतः द्वयोः मध्ये लोपोव्योर्वली इस् औट्. छोः षूड् अनुनासिके च इत्यस्य अधिकबलम् अस्ति. अग्रे अपि पठतु भगिनि. ततः अग्रे चिन्तनीयं यत् क्षोः षूडनुनासिके च उगन्तलघुपदस्य च इत्यनयोर्मध्ये किं भवति. द्वयोः अपि अन्यत्र लब्धावकाशः, द्वयमपि अङ्गकार्यच्च. उगन्तलघुपदस्य च इत्यस्य परत्वात् बलवत् स्यात्. सिव् योग न पुगन्तलघुपदस्य च सेव् योग न. दिस् इस् ओन्लि डिस्कशन्, दिस् इस् नाट् फैनल् डिसिजन्. जस्ट् टेलिङ्ग् अस् किम् उक्तमस्ति, वदतु एकवारम्. इदानीं शोः शूडनुनासिके च अपि च पुगन्तलघुपदस्य च इति सूत्रस्य प्रसङ्गः द्रष्टव्यम्. अत्र सिव्योग न अत्र किं लिखितमस्ति द्वयोः अन्यत्र लब्धावकाशः द्वयमपि अङ्गकार्यम् वाट् इस् देट् अङ्गकार्यम् इत्युक्ते अङ्गस्य अधिकारे अस्ति न 641 आरभ्य तत्र अङ्गस्य अधिकारः सो देट् देट् विल् आल्सो नाट् हेल्प् बिकास् बोत् आर् अङ्गकार्यम् एण्ड् द्वयोः अन्यत्र अन्यत्र लब्धावकाशः अस्ति इत्युक्ते तस्य कः अर्थः द्वयोः समानबलम् अस्ति समानबलम् इत्युक्ते तुल्यबल तुल्यबलम् अस्ति द्वयोः कृते सि हियर् द्वयोः तुल्यबलं नास्ति लोपव्योर्वलि इत्यस्य कार्यक्षेत्रम् अधिक छोः षूडानुनासिके च इत्यस्य कार्यक्षेत्रं लघु अतः तत्र उत्सर्गपात् सम्बन्धः परन्तु अत्र उत्सर्गपात् सम्बन्धः नास्ति द्वयोः अन्यत्र अन्यत्र लब्धावकाशः अस्ति इत्युक्ते केवलं शिवयोग न इति स्थित्यां तत्र एकत्र प्राप्तिः अस्ति परन्तु पुगन्त लघुपदस्य च इति सूत्रस्य कृते अन्यत्र लब्धावकाशः अस्ति छोः षूडनुनासिके च इत्यस्य कृते अन्यत्र लब्धावकाशः अस्ति अतः द्वयोः समानबलम् अस्ति द्वयमपि अङ्गकार्यम् बिकास् बेस्ड् आन् द वर्णकार्यम् अण्ड् अङ्गकार्यं वी केन् नाट् डिफ्रेन्शियेट् बिकास् बोथ् आर् अङ्गस्य अधिकारे अतः सो देट् इस् वाट् सामान्यचिन्तनं किं भवति विप्रतिषेधे परं कार्यं सो विप्रतिषेधे परं कार्यम् इति परिभाषया तत्र किं भवति पुगन्तलघुपदस्य परः अस्ति अतः बलवत् अस्ति सो यदि वयं तत् बलवत् भवति बिकास् तस्य संख्या अनन्तरम् अस्ति 73 द्वोः षूडानुनासिके च इति 64 अतः परशास्त्रं बलवद् भवति परशास्त्रं बलवद् भवति चेत् सी विल् बिकम् सेव् परन्तु तत् साधुचिन्तनं नास्ति तत् साधुचिन्तनं नास्ति बिकास् तत्र सो अग्रे लिखितमस्ति सो दिस् इस् द सामान्यचिन्तनं दिस् इस् सामान्यचिन्तनं द्वयोः शास्त्रयोः अन्यत्र अन्यत्र लब्धावकाशः द्वयमपि अङ्गकार्यम् अतः वट् शुड् बि द वि प्रतिषेधे परं कार्यम् इति सूत्रेण परशास्त्रं बलवत् परशास्त्रं पुगन्तलघुपदस्य च अतः तेन उपधायां यः इ तस्य एकारः भवति सो सेव् योग न इति भवितुं शक्नोति परन्तु अग्रे पश्यामः किं लिखितमस्ति मञ्जुरी भगिनी अग्रे पठतु भगिनि अधुना अस्मिन् विषये इतोपि चिन्तनीयं शिवयोगन्न इति स्थितौ श्चोः षुडनुनासिके च 6.4.19 इत्यस्य कति निमित्तानि वकारान्तम् अङ्गं स्यात् अपि च अनुनासिकादिप्रत्ययः परः स्यात् अतः अस्य सूत्रस्य निमित्तद्वयं भवति तदा अत्रैव शिवयोगन्न इति स्थितौ पुगन्तलघुपदस्य च 7.3.86 इत्यस्य कति निमित्तानि अङ्गम् इकलक्षण लघ्वी उपधा आर्धधातुकप्रत्ययः इत्यनेन पञ्चनिमित्तानि नाम पञ्चसंज्ञाः अपेक्षिताः अङ्गसंज्ञा इकसंज्ञा लघुसंज्ञा उपधासंज्ञा आर्धधातुकसंज्ञा पुगन्तलघुपदस्य च 7.3.86 इत्यस्य अपेक्षया श्चोः षुडनुनासिके च 6.4.19 इत्यस्य अल्पनिमित्तकत्वं भवति तदर्थम् अनया दृष्ट्या श्चोः षुडनुनासिके च 6.4.19 अन्तरङ्गं पुगन्तलघुपदस्य च 7.3.86 च बहिरङ्गम् इति कैयटः नाम्ना प्राचीनवैयाकरणस्य मतम्. This Paricheda is dedicated to one of the kinds of antaranga. उपरि अस्माभिः दृष्टं न, अन्तरङ्गं बहुविधं, तत्र महान् प्रपञ्चः वर्तन्ते इति अत्र लिखितम्, अन्तरङ्गं बहुविधं. सो अत्र कार्पत्रे तु द्विप्रकारकः अन्तरङ्गं दत्तम् अस्ति. सो वन् आफ् द कैण्ड् आफ् अन्तरङ्गम् इस् एतत् अस्मिन् परिच्छेदे लिखितम् अस्ति, विच् इस् द मत आफ् कैयट. कैयट इस् अ वैयाकरण, इट् इस् अ सेयिङ्ग् दट् हि बिलाङ्ग्स् टु द कश्मीर् मण्डल. सो अकार्डिङ्ग् टु हिस् मतं, तस्य मतं किम् अस्ति इति अत्र अस्मिन् परिच्छेदे लिखितं. तस्य मत आधारीकृत्य कैयट प्राचीनवैयाकरणस्य मत आधारीकृत्य यस्य शास्त्रस्य अल्पनिमित्तिकानि सन्ति तद् अन्तरङ्गम्, यस्य शास्त्रस्य बहुनिमित्तानि सन्ति तत् बहिरङ्गम्. दिस् इस् द मट् आफ् दिस् इस् द सेयिङ्ग् आफ् के कैयट् बट् इट् इस् नाट् एक्सेप्टेड् बै द नागेश. ये नवीन वैयाकरणाः सन्ति ते एतत् तेषां दे डोण्ट् एक्सेप्ट् दिस् मतम्. सो बट् लेट् अस् सी वाट् इस् द मत् आफ् कैयट् इति अत्र लिखितमस्ति. वदतु किम् अवगतं भगिनि, श्वोः षूडनुनासिके च. अत्र अत्र श्वोः षूडनुनासिके च इति सूत्रस्य पञ्चनिमित्तानि न तस्य कृते निमित्तद्वयमेव लिखितमस्ति, अनुनासिक प्रत्ययः वाकारान्त अङ्गम्. सूत्रस्य निमित्तद्वयं भवति, ओन्लि टु निमित्ता फार् छोः षोड अनुनासिके च, वकारान्त अङ्गं तथा अनुनासिक प्रत्यय. तत्र अनन्तरं शिवयोगन्न इति स्थितौ पुगन्तलघुपदस्य च इति सूत्रस्य कति निमित्तानि. तत्र शिव उपदायां अत्र लिखितमस्ति न, अङ्गम् इक् लक्षण, अङ्गम् इक् लक्षण, लघ्वी, उपदा तथा आर्धधातुकप्रत्ययेन प्रत्ययः इत्यनेन पञ्चनिमित्तानि अस्ति. सो अत्र लघ्वी इत्युक्ते वी हेव् टु चेक्, लघ्वी इत्युक्ते बिकास् उपदा इस् अ स्त्रीलिङ्ग् वर्ड् देट् इस् वै लघ्वी इस् रिटन् ओवर् हियर्. लघु, लघुः, लघ्वं, लघ्वी इस् बिकास् उपदा इस् अ स्त्रीलिङ्ग् शब्दः. सो लघ्वी उपदा द सो इट् देर् शुड् बि द उपदा वर्णः फस्ट् द इक् उपदायं तत्र इक् भवेत्, इक् वर्णः भवेत्, अपि च स च इक् वर्णः लघु इक् वर्णः भवेत्. सो उपदा लघ्वी उपदा भवेत्. दीर्घ अस्ति चेत् तत्र पुगन्तलघुपदस्य च इत्यनेन कार्यं न भवति. सो अतः अत्र लघ्वी लघु इति संज्ञा अस्ति. सि लघु इत्युक्ते ह्रस्वं लघुः इति सूत्रमस्ति. लघु इति महर्षि वदति, लघु इत्युक्ते किं, सो व्याकरणशास्त्रे ह्रस्वं लघुः इति अस्ति. यः ह्रस्वस्वरः तस्य कृते एव लघु इति संज्ञा, एकम् अन्यत् संज्ञा अस्ति लघु. सेम् वे उपदा अपि संज्ञा अस्ति, इक् तु वर्णः अस्ति. सो अत्र यद्यपि अत्र उक्तं पञ्चनिमित्तानि सन्ति, अङ्गं भवेत्, इक् इति प्रत्याहारः अस्ति, लघ्वी इति संज्ञा अस्ति, उपदा अपि संज्ञा अस्ति, आर्धधातुकप्रत्ययः अपि आर्धधातुक अपि संज्ञा अस्ति. प्रत्ययः तु साक्षात् अत्र तत्त्वं वर्तते, अतः अत्र पञ्चनिमित्तानि सन्ति. सो एस् पर् द कैयट् महर्षि पुगन्तलघुपदस्य च इति सूत्रस्य कृते तत्र पञ्चनिमित्तानि सन्ति, परन्तु छ्वोः षूडनुनासिके च इति तस्य कृते केवलं निमित्तद्वयम्. अतः यस्य शास्त्रस्य अल्पनिमित्तिकं, सो दिस् इस् आल्सो अ लक्षणं, बट् इट् इस् नाट् एक्सेप्टेड् नवडेस्. आर् इवन् द भाष्यकार आल्सो डस् नाट् एक्सेप्ट् दिस्. सो दिस् इस् आल्सो वन् आफ् द लक्षणम् आफ् अन्तरङ्गं, वट् अल्पनिमित्तिकम् अन्तरङ्गम्. सो यस्य शास्त्रस्य अल्पनिमित्तानि सन्ति तदन्तरङ्गम् इत्युक्ते आटोमेटिक्लि, यस्य शास्त्रस्य बहूनि निमित्तानि तद् बहिरङ्गम्, वन् आफ् द लक्षणं. सो वाट् वि सा टिल् नौ, अनैमित्तिकम् अन्तरङ्गं, नौ वी आर् आल्सो सीङ्ग् अल्पनिमित्तिकम् अन्तरङ्गम्. बट् पुट् अ स्टार् आन् अल्पनिमित्तिकं बिकास् प्राचीनवैयाकरणानां केवलं कैयटस् इति नास्ति, देर् आर् सम् अदर् वैयाकरणस् विच् एक्सेप्ट् दिस् थेरि देट् अल्पनिमित्तिकम् अन्तरङ्गम्. बट् भाष्यकार एण्ड् नागेश् महोदय, दे डोण्ट् द नव्यनया वैयाकरणाः, दे डोण्ट् एक्सेप्ट् दिस् कैयट्स् मध्ये. सो एस् पर् देट्, सो नौ वी आर् इवन् दो वी विल् गेट् द साधुरूपं तत्र भवति, बट् द थेरि इस् नाट् एक्सेप्टेड् देट् अल्पनिमित्तिकम् अन्तरङ्गम्. सो तेन किं भवति, श्वोः शूडनुनासिके च इति सूत्रस्य केवलं निमित्तद्वयं, परन्तु पुगन्तलघुपदस्य च इत्यस्य कृते पञ्चनिमित्तानि सन्ति, अतः द्वयोः मध्ये यस्य अल्पनिमित्तिकानि तदन्तरङ्गं. सो श्वोः शूडनुनासिके च इति अन्तरङ्गम् अत्र लिखितम् अनया दृष्ट्या. सो बै दिस् थेरि श्वोः शूडनुनासिके च अन्तरङ्गं, पुगन्तलघुपदस्य च बहिरङ्गम्, तस्य कृते पञ्चनिमित्तानि सन्ति. श्वोः शूडनि अनासिके इत्यस्य कृते केवलं निमित्तद्वयम्, अतः अल्पनिमित्तिकम् अल्पनिमित्तिकत्वम् अन्तरङ्गम् इति तादृशलक्षणं स्वीकुर्मः चेत्, अन्तरङ्गशास्त्रस्य तादृशलक्षणं स्वीकुर्मः चेत् दिस् विल् बिकम् अन्तरङ्गम्. सो अन्तरङ्गशास्त्रं बलवत् अस्ति बिकास् वी हेव् पूर्वपरनित्य अन्तरङ्ग अपवादानाम् उत्तरोत्तरं बलीयः. अन्तरङ्ग बहिरङ्गशास्त्रस्य अपेक्षया अन्तरङ्गशास्त्रं बलवत् अस्ति. सो वी हेव् टु डु ऊठ् आदेशः, न तु सिव् विल् बिकम् सेव्. वकारस्य ऊठ् आदेशः करणीयं, न तु उपदायिकवर्णस्य गुणः करणीयम् इति अत्र लिखितमस्ति. अग्रे अपि पठतु. अवगतं वा एतत् परिच्छेदम्? अत्र प्रथमतया अन्तरङ्गस्य प्रसङ्गे निमित्तं नाम किमिति निश्चेतव्यम्. अर्थकृतनिमित्तं वा संज्ञाकृतनिमित्तं वा शब्दकृतनिमित्तं वा इति ज्ञेयम्. अस्मिन् विषये च महती चर्चा भवति. अत्र अन्ततो गत्वा नागेशः इति नवीनवैयाकरणस्य मतम् अद्यत्वे स्वीक्रियते. तस्य मतं तु भाष्यकारस्य पतञ्जलेः एव इति अङ्गीकार, नाम यथा नागेशस्य चिन्तनं तथैव भाष्यकारस्य अपि. भाष्यकारस्य चिन्तनं किं, किमर्थं तथा च इत्यपि नागेशः प्रदर्शयति. सारांशः अत्र उच्यते. व्याकरणशास्त्रं शब्दशास्त्रमेव. एकवारं वदतु अत्र किं लिखितम् अस्ति, कः प्रश्नः अत्र अस्मिन् परिच्छेदे, कः प्रश्नः अत्र? अत्र अन्तरङ्गस्य प्रसङ्गे निमित्तं नाम किम् इति प्रश्नः. इत्युक्ते तत्र किं अर्थकृतनिमित्तं वा वदतु, संज्ञाकृतनिमित्तं वा शब्दकृतनिमित्तं वा इति. संज्ञा नाम उपरि. सो देयर आर थ्री टाइप्स ऑफ निमित्तानि. सो देयर आर थ्री टाइप्स ऑफ निमित्तानि, अर्थकृत निमित्तं, संज्ञाकृत निमित्तं, शब्दकृत निमित्तं. शब्दकृत निमित्तं इत्युक्ते न इति प्रत्ययः, न इति केवलं न इति वर्णः, कोऽपि वर्णः स्वीकुर्मः चेत् तत् शब्दकृत निमित्तम्. संज्ञा इत्युक्ते उपदा, लघु, इक् इति प्रत्याहारः, तदपि प्रत्याहारः अपि संज्ञा अस्ति, आदिरन्तेन सहिता इति प्रत्याहारः. अर्थकृतनिमित्तम् इत्युक्ते अर्थ अङ्गम् इत्युक्ते तत्र अर्थम् इत्युक्ते अर्थ इत्युक्ते शब्दस्य किमपि अर्थः भवति, यथा अग्निः तस्य किमपि अर्थः अस्ति. सो अर्थम् अर्थकृतनिमित्तं वा संज्ञाकृतनिमित्तं वा शब्दकृतनिमित्तं, बिकास् वी सेड् देट् एस् पर् द कैयड् महर्षि हि कौण्टेड् देट् पुगन्तलघुपदस्य च इति तस्य कृते पञ्चनिमित्तानि सन्ति. सो वेन् हि कौण्टेड् द फैव् निमित्तास् हि कौण्टेड् लघ्वी, उपदा, इकलक्षणा, देन् अर्धधातुप्रत्ययः, देन् अङ्गम्. सो अङ्गम् इस् आल्सो अ संज्ञा. अङ्गम् इति निमित्तं भवति चेत् संज्ञाकृतनिमित्तं. लघु इस् आल्सो संज्ञाकृतनिमित्तम्. उपदा इस् आल्सो संज्ञाकृतनिमित्तम्. उपदा इस् नाट् साक्षात् कोऽपि वर्णः तत्र नास्ति आर् कोऽपि एण्टिटि नास्ति. लघ्वि इस् नाट् एन् एण्टिटि. लघ्वि इस् एन् इट् इस् अ संज्ञा. उपदा इस् अ संज्ञा. अङ्गम् इस् अ संज्ञा. सो अतः तत्र संज्ञाकृतनिमित्तस्य अपि गणना भवति वा अर्थकृतनिमित्तं स्वीकुर्मः वा संज्ञाकृतनिमित्तं स्वीकुर्मः वा आर् केवलं शब्दकृतनिमित्तं स्वीकुर्मः. सो वेन् वी आर् कौण्टिङ्ग् निमित्तास् वन् निमित्, टु निमित्, त्री निमित्, सो तत्र निमित्तं किम् इति तत्र निश्चेतव्यं. वी हेव् टु डिसैड् फस्ट् वाट् इस् निमित्. तस्य गणना करणीयं वा न करणीयम् इति तत्र. सो पुनः वदति तत्र निमित्त संज्ञाकृतनिमित्तं स्वीकरणीयं वा शब्दकृतनिमित्तम् एव स्वीकरणीयं वा अथवा अर्थकृतनिमित्तं स्वीकरणीयं वा. सो तस्य विषये अपि महती चर्चा भवति. चर्चा इति स्त्रीलिङ्ग् अस्ति अतः महती चर्चा भवति. सो बट् किं वदति अत्र नागेशः? नागेशस्य मतं पतञ्जलेः मतमेव. वट् अवर् पतञ्जलि महर्षि सेस् देट् इस् वट् द नागेश विच् इस् द नवीन वैयाकरणः देट् इस् वट् हि एक्सेप्ट्स् एण्ड् हि एक्स्प्लेन्स् दिस्. नागेश एक्स्प्लेन्स् भाष्यकारस्य यत् मतमस्ति तस्य विषये नागेशः वदति, किमपि उल्लेखः करोति, प्रदर्शयति. अग्रे पठतु चेतना भगिनी. सारांशः अत्र उच्यते. सारांशः अत्र उच्यते. व्याकरणशास्त्रं शब्दशास्त्रमेव नाम व्याकरणशास्त्रे शब्दस्य प्राधान्यं. शब्दः नाम कः? प्राधान्यम्. शब्दः नाम कः? वर्गः पदं चेति यस्य ध्वनिः वर्णः वर्णः पदं चेति अस्य ध्वनिः भवति अथवा यः ध्वनिः एव अस्ति. अर्थः तस्मात् भिन्नः. संज्ञा च तस्मात् भिन्नः. संज्ञा च तस्मात् भिन्ना. अर्थः अपि भिन्नः, संज्ञा अपि भिन्नः. अर्थः तस्मात् भिन्नः. शब्दः नाम कः? पदं, पदस्य वर्णः अथवा पदं. वर्णः पदं च इति वर्ण एण्ड् पदम्. वर्ण इत्युक्ते व ल अ इ उ एतं किम्? एतानि सर्वाणि किं? ध्वनिः एव अस्ति. ध्वनिः अस्ति. पदम् इत्युक्ते वर्णानां समूहः इति पदम्. वर्णानां समूहः इति पदं. तत्रापि देर् आर् थ्री फोर् ध्वनीस् टुगेदर्. सो यस्य ध्वनिः भवति अथवा यः ध्वनिः एव अस्ति तदेव शब्दः. शब्दः नाम कः? वर्णः पदं च इति यस्य ध्वनिः भवति अथवा यः ध्वनिः एव अस्ति. देन् हि फर्दर् सेस् अर्थः तस्मात् भिन्नः. कस्मात् भिन्नः? ध्वनिः अथवा शब्दात् भिन्नः अर्थः. संज्ञा अपि भिन्नः, तस्मात् च भिन्नः. स संज्ञा इस् डिफ्रेण्ट् अर्थ इस् डिफ्रेण्ट् शब्द मीन्स् यस्य ध्वनिः भवति यः और् यः ध्वनिः अस्ति केवलं ध्वनिः अस्ति अग्रे पठतु तत्र शब्दः अपि च पदं समान नास्ति खलु शब्दः इत्युक्ते ध्वनिः इति शब्दः इत्युक्ते अर्थकृत अस्ति वेन् वि से अकारान्त् पुल्लिङ्ग् राम वट् वि से अकारान्त् पुल्लिङ्ग् राम शब्दः वि डोण्ट् से पदं न शब्दः अकारान्त् पुल्लिङ्ग् राम शब्दः तस्य अर्थः भवति पदं व्याकरणशास्त्रे तु केवलं सुप्तिङन्तं पदम् व्याकरणशास्त्रे सुप्तिङन्तम् एव पदं यस्य शब्दस्य अन्ते सुप् अस्ति अथवा तिङ् अस्ति तस्य नाम एव पदं बट् लोके किं वि लूस्लि पदं वा शब्दः अस्ति बट् व्याकरणशास्त्रे तु साक्षात् तत्र दत्तमस्ति सुप्तिङन्तमेव पदम् अत्र भेदः वर्तते बट् अर्थकृत अस्ति वर्णान वि डोण्ट् जायिन् द वर्णास् एज़् इट् इस् देर् इस् एन् अर्थ आफ् द शब्द बट् पदम् इस् डिफ्रेण्ट् पठतु अग्रे शब्दः अर्थवान् भवति अर्थविशिष्टः भवति अतः अर्थः शब्दस्य विशेषणं शब्दः एव विशेष्यः स च शब्दः व्याकरण एकवारं पठतु स च शब्दः व्याकरणस्य प्रमुखविषयः तदर्थम् असिद्धं बहिरङ्गम् अन्तरङ्गे इति परिभाषायाम् अङ्गशब्देन शब्दरूपी निमित्तस्य ग्रहणम् तात्पर्यम् एवं यत् अङ्ग अन्तरङ्गं बहिरङ्गम् इत्यनयोः अङ्गशब्देन शब्दरूपी निमित्तं स्वीक्रियते सो अत्र पश्यतु भगिनि वेन् वि से न्यायशास्त्रे तत्र किम् अस्ति पदार्थ इस् मेड् इन् दिस् वर्ल्ड् वि मेक् ए लाट् आफ् थिङ्ग्स् लैक् घटः अस्ति सो वी हेव् अ पाट् सो तस्य कृते सो सपोज् वी हेव् अ पाट् देन् तस्य कृते मृत्तिका आवश्यकम् अस्ति दण्डम् आवश्यकम् अस्ति दट् चक्रम् इस् रिक्वयर्ड् देन् देन् देर् शुड् बि ए कुम्भकारः भवति चेत् देन् ही विल् मिक्स् आल् दीस् थिङ्ग्स् अण्ड् देन् घट इति पदार्थस्य निर्माणं भवति घटः इति पदार्थः सो घटपदार्थस्य निर्माणं भवति चेत् इत् द न्यायशास्त्रस्य इस् देट् the gunas the qualities they come after the padartha is made so then I can color it blue I can color the it red I can do the designing or anything else I can make the shapes so yani tatra gunani santi dekam anantaram eva bhavati prathame padartha asti dvitiya shane इत्युक्ते मे बि घटपदार्थस्य द्वितीयक्षणे एव तत्र गुणाः तस्मिन् भवितुं शक्नोति अतः तथैव अत्र अस्ति प्रथमे शब्दः अस्ति शब्दः अर्थवान् भवति अर्थ कम्स् लेटर् फस्ट् वी आर् जायिनिङ्ग् द लेटर्स् देन् इट् हेस् सम् देन् द अर्थ कम्स् मे बि इन् द सेकेण्ड् बट् इन् द नेक्स्ट् सेकेण्ड्स् अतः अत्र किं लिखितम् अर्थः शब्दस्य विशेषणं बिकास् इट् कम्स् अनन्तरं प्रथमे शब्दः अस्ति इट् इस् अर्थवान् बट् शब्दः अर्थः शब्दस्य विशेषणं भवति शब्द इस् विशेष्य artha is visheshanam. Why we are saying visheshanam? Because this is a quality, and it is the first there is a padartha, then there are gunas. This is what is written over here. So prathame shabdah asti anantaram eva tatra arthah tasya visheshanam bhavati. Gunas kam anantaram. Even though for us, for the samanya people like us, we don't have a sukshma chintanam asmakam na bhavati, parantu tadrish chintanam asti. First the padartha is made, tukta maybe in the next second only the visheshan has come. The gunas come into it. Same way for the shabda also. Shabda is the vishesha, artha is it is visheshanam. And this shabda is vyakaran shastrasya pramukha vishayaha artha nasti. Shabda eva vyakaran shastrasya pramukha vishayaha. Ataha bhashakarasya matadari kritya apicha नवीनवैयाकरणानां नागेशः इति नवीनवैयाकरणः अस्ति तस्य मताधारीकृत्य एव अत्र अन्तरङ्गशब्दे यः अङ्गम् अस्ति तत्र शब्दरूपीनिमित्तमेव स्वीकरणीयं न तु संज्ञारूपी अर्थकृतनिमित्तं संज्ञाकृतनिमित्तं तत् निमित्तेषु तस्य ग्रहणं न भवति केवलं शब्दरूपीनिमित्तमेव स्वीकरणीयम् बिकास् व्याकरणशास्त्रस्य प्रमुखविषयः शब्दः एव शब्द विच् वर् विच् केन् बी अ वर्ण विच् केन् बी समटैम्स् अ पदम् बट् तत्र अर्थस्य ग्रहणं न भवति संज्ञायाः ग्रहणम् अपि न भवति इति अत्र लिखितं दिस् इस् द सारांश फर्दर् डिस्कशन् इस् गिवन् ओवर् हियर् अवगतं वा भगिनी एतत् आं महोदय this is a general concept what we are discussing because he counted the lagvi upada as per the kayat then the tatadari kritya eva he said that puganta lagu padasya chaitya sikrite bahuni nimitani santi parantu chvoho shudanu nasike chaitya sikrite alpa nimitani santi ataha alpa nimittikatvam antarangam तदस्ति तदपि लक्षणम् अस्ति अतः पुगन्तलघुपदस्य च इति बहिरङ्गं सो लेट् अस् डू कार्य फ्रोम् द श्वोः षोडननासिके बट् दिस् इस् नाट् एक्सेप्टेड् दिस् थेरि इस् नाट् एक्सेप्टेड् देट् अल्पनिमित्तिकत्वं फस्ट् वी हेव् टु डिसैड् वाट् हौ टु कौण्ट् द निमित्तास् बिकास् वी केनाट् कौण्ट् अर्थनिमित्त एण्ड् संज्ञानिमित्त वी हेव् टु ओन्ली कौण्ट् द शब्दनिमित्त इति अत्र लिखितमस्ति एतदपि पठतु भगिनि उदाहरणार्थम् उदाहरणार्थम् अत्र सव्योग न इति स्थितौ अङ्गसम्बन्धित्वम् इत्त्वं लघुत्वम् उपदात्त्वम् एतत् सर्वं संज्ञानां भेदेपि अपेक्षमाणः शब्दः तु सिव् इत्येव अतः वस्तुतः अत्र शब्दस्य एकस्य एव अपेक्षा वर्तते अङ्गसंज्ञकस्य शब्दशास्त्रे शब्दस्य एव प्राधान्यात् सप्तम्यन्ततया वा पञ्चम्यन्ततया वा निमित्त तया उपास्थः शब्दः एव निमित्तपदेन गृह्यते न तु अर्थः संज्ञा वा सो वी हेव् द निमित्त निमित्त विल् कम् एस् पर् द पञ्चमी निमित्तं भवति सप्तमी निमित्तं भवति एण्ड् पञ्चमी निमित्तम् इत्युक्ते Either the nimittam will come sthani purve asti athva sthani pare asti and it will be a solid entity kopi varnaha athva shabdah bhavet tat that is what we call it as bahya nimittam some entity which is outside the sthani निमित्तपदेन तस्य एव ग्रहणं भवति, न तु संज्ञायाः अथवा अर्थस्य ग्रहणम्. सो वेन् वी से अग्नेः ढक् इति एकं सूत्रम् अस्ति. अग्नेः ढक् इति सूत्रे तत्र अग्नि इति शब्देन अर्थस्य ग्रहणं न भवति. तत्र इत्युक्ते वर्णानां यः आवली अस्ति यत्र अपि च अकारस्य अनन्तरं ग, गकारस्य अनन्तरं नकारः, नकारस्य अनन्तरं ह्रस्व इकारः, तादृशशब्दसमूहः यत्र अस्ति तस्य परे एव ठक् प्रत्ययः आगन्तुं शक्यते. सो वह्नि इति शब्दस्य अनन्तरं ठक् न आगन्तुं शक्यते. यद्यपि द्वयानां तत्र अग्नि इत्युक्ते फायर्, वह्नि इत्युक्ते फायर्, तत्र अर्थस्य कृते ठक् प्रत्ययः न उक्तमस्ति. तत्र अग्नि इति शब्दस्य कृते ठक् प्रत्ययः सूत्रे उक्तमस्ति, बिकास् व्याकरणशास्त्र शब्दशास्त्रमस्ति, तत्र अर्थस्य ग्रहणं न भवति. तथैव निमित्तपदेन केवलं सप्तमीतया अथवा पञ्चमीतया यः निमित्तं दत्तम् अस्ति अथवा साक्षात् निमित्ततया यत् शब्दः तत्र उपस्थितम् अस्ति तस्य एव ग्रहणं भवति निमित्तसमुदाये, न तु अर्थस्य अथवा संज्ञा इत्युक्ते उपदा इति वेन् सम्बडि सेज् उपदा, उपदा इस् नथिङ्ग्, उपदा उपदा केन् बि एनिथिङ्ग् न, उपदा इस् अ संज्ञा, उपदा इस् नाट् अ वर्णः, देट् इस् वै उपदा इस् अ तत्र स्थानस्य कृते संज्ञा अस्ति. अन्तिम अल् पूर्वे यः वर्णः तस्य कृते उपदासंज्ञा भवति. सो उपदा इस् अ स्थान्, इट् इस् नाट् सम्पदार्थ. सो संज्ञाकृतनिमित्तं न स्वीकरणीयम्, अर्थकृतनिमित्तस्य अपि ग्रहणं न भवति निमित्त निमित्तेषु, केवलं शब्दस्य एव निमित्तपदेन गृह्यते इति लिखितमस्ति. अस्तु भगिनि, अग्रे मञ्जरी भगिनि अग्रे पठतु भगिनि. दृष्टान्ते, दृष्टान्ते इको यणति 6.1.76 इति सूत्रे तस्मिन् इति निर्दिष्टे पूर्वस्य 1.1.66 इत्यनेन अज अच् अव्यवहित पूर्वस्य इकः यणादेशः भवति. अचि इति सप्तम्यन्तं पदमस्ति, अनेन शब्दरूपनिमित्तम् एव ग्राह्यं, न तु संज्ञारूपनिमित्तम्. संज्ञा न शब्दः, संज्ञायाः इदमेव कार्य सञ्ज्ञिनं विशेषयति, सञ्ज्ञिनं विशेषयति. अच् इति संज्ञा तत्र, किन्तु अच् इति संज्ञा विशिष्टसन्नि अपेक्षते. अपि योग अस्ति तत्र, अप्यस्ति इत्यस्मिन् अकारः सन्नि इति योग उपस्थितम् इत्युपस्थितम् इत्यस्मिन् उकारः सन्नि, तस्य च उकारस्य संज्ञा अच्. अतः अचि इति पदं सन्निपदं, न तु संज्ञापदम्. यत् अत्र सन्नि उकारः निमित्ततया आश्रितः, न तु संज्ञा. अयम् उकारः शब्दः. सूत्रेषु सप्तम्यन्ततया या पञ्चम्यन्ततया या यः निमित्ततया गृह्यते सः च शब्दः, न तु संज्ञा वा अर्थः वा. दृष्टान्ते इत्युक्ते उदाहरणे तत्र यत् पूर्वस्मिन् परिच्छेदे उक्तमस्ति तस्य कृते, इत्युक्ते अस्माभिः तत्र पूर्वस्मिन् परिच्छेदे किम् उक्तं, केवलं शब्द निमित्तेषु केवलं शब्दनिमित्तमेव तस्य ग्रहणं करणीयम्, अर्थनिमित्तम् अथवा संज्ञानिमित्तस्य ग्रहणं न करणीयम्. अतः तस्य यत् उक्तमस्ति तस्य विषये दृष्टान्तः दत्तमस्ति. कीदृशदृष्टान्तः? इको यनचि इति सूत्रे यत् कार्यं भवति तस्य दृष्टान्तः दत्तमस्ति. वदतु. अत्र इको यणचि तथा तस्मिन् इति निर्दिष्टे पूर्वस्य इति इत्यनेन अच् अव्यवहितपूर्वस्य इकः यण् आदेश न श्रूयते भगिनि. अधुना श्रूयते, श्रूयते किञ्चित् न्यूनमस्ति ध्वनिः. आं श्रूयते भगिनि. हा हा अचि इति सप्तम्यन्तं पदमस्ति. इको इकः यण अचि, अचि इति सप्तम्यन्तं पदमस्ति. अत्र किमर्थम् उक्तं भगिनि तस्मिन् इति निर्दिष्टे पूर्वस्य? वाट् इस् दिस् तस्मिन् इति निर्दिष्टे पूर्वस्य? कीदृशसूत्रमस्ति एतत्? परिभाषासूत्रमस्ति न तस्मिन् इति, तस्मिन् इति सप्तम्यन्तं पदमस्ति इत्युक्ते तस्मिन् इत्युक्ते सप्तमी, सप्तमी तस्मिन्, तस्मिन् इति शब्दः इत्युक्ते तस्मिन् इति शब्देन किं कस्य ग्रहणं करणीयं? सप्तम्यन्तं पदं. सो सूत्रे सप्तम्यन्तं पदम् अस्ति चेत् सः कस्य निर्देशः करोति? सो तत्र तादृशनिर्दिष्टे सति, निर्दिष्टे सति पूर्वस्य वर्णस्य, साक्षात् पूर्वे तस्य सप्तमी सप्तम्यन्तं पदस्य साक्षात् पूर्वे यः अस्ति तस्य स्थाने एव कार्यं भवति. सो इकः इको इकः यन् अचि. सो अचि इति सप्तम्यन्तम् अस्ति. अचि इति निर्देशे अचि साक्षात् पूर्वे यत् अस्ति तस्य एव कार्यमस्ति. सो दिस् इस् द परिभाषा आफ् परनिमित्तम्. परनिमित्तम् इत्युक्ते अव्यवहितरूपेण, मध्ये किमपि न तत्र भवेत्. सो यदा इकः साक्षात् परे कोऽपि अचवर्णः अस्ति तदा एव यन् तस्य स्थाने यन् आदेशः भवति. मध्ये किमपि बाधा अस्ति, किञ्चित् अनन्तरम् अचवर्णः अस्ति, तत्र कार्यं न भवति. अतः तस्मिन् इति निर्दिष्टे पूर्वस्य इति परनिमित्त इत्युक्ते अत्र निमित्ततया ग्रहणं भवति. सप्तमीरूपेण निमित्तं दत्तम् अस्ति चेत् साक्षात् पूर्वे तस्य सप्तम्यन्तं पदस्य साक्षात् पूर्वे तत्र कार्यं भवति. साक्षात् परनिमित्तं, परनिमित्तम् इत्युक्ते साक्षात् परे अस्ति अव्यवहितरूप पूर्वस्य. अनेन शब्दरूपनिमित्तम् एव ग्राह्यं, न तु संज्ञारूपनिमित्तम्. अचि इति सप्तम्यन्तम् अस्ति. सो सप्तम्यन्ततया अत्र सूत्रे निमित्तं दत्तम् अस्ति. सो अचि, अचि इज संज्ञा. अत्र अचि इति सप्तमी रूपेण संज्ञा अस्ति, अचिति संज्ञा अस्ति. सो अचिति तस्य अचिति संज्ञायाः सङ्गी के आरभ्य औपर्यन्तम्, आल् दीस् आर् सङ्गीस्. संज्ञा एण्ड् सङ्गी इति लिखितमस्ति न, सङ्गिनं विशेष्यति. कुत्रचित् असङ्गी भवति, कुत्रचित् उसन्धि सङ्गी भवति, सङ्गिनं विशेष्यति. What does the sangya do? It qualifies the sanghi. So we cannot accept achi iti sangya datam asti chet. We cannot tatra kakarasya vakarasya tatra vyanjananam grahanam na bhavati. Vishesh sanghi naha eva apekshita asti sanghi achi iti madhe. So pratyahara api sangya asti. सङ्गी इत्युक्ते काम्पोनेण्ट्स् आफ् द संज्ञा. सत्यं सत्यं, सङ्गी इत्युक्ते काम्पोनेण्ट्स् आफ् द सङ्गी. एण्ड् इट् आल्सो सेपरेट्स् द व्यञ्जनास् न. सो वी हेव् अ फुल् अल्फाबेट् अ टु ह, एण्ड् बै सेङ्ग् अचि वी आर् आल्रेडि डिस्क्वालिफैङ्ग् द व्यञ्जनास्. एण्ड् सिन्स् अचि हेज् components, so all these 13 will be the sanghi. तत्र व्याकरणशास्त्रे पञ्चम्यन्तं निमित्तम् अस्ति अथवा सप्तम्यन्तं निमित्तम् अस्ति सूत्रेषु, तत्र तु साक्षात् सः कोऽपि शब्दः अथवा वर्णः भवेत् तस्य एव निमित्ततया ग्रहणं भवति. तत्र संज्ञायाः निमित्तं न भवति, अर्थस्य निमित्तं न भवति, केवलं साक्षात् शब्दस्य निमित्तरूपेण अथवा वर्णस्य निमित्तरूपेण ग्रहणं भवति. सो अत्र उपस्थितम् इति यः अस्ति तत् अत्र केवलम् उ इति वर्णस्य ग्रहणं करणीयम्. तथैव अस्ति इति, अस्ति इति अर्थस्य अथवा कोऽपि संज्ञायाः ग्रहणं नास्ति, केवलम् अकारः एव संज्ञे अस्ति अतः तस्य एव ग्रहणं भवति. यथा मया उक्तम् एकम् उदाहरणमस्ति अग्नेः ठक्, सो अग्नेः शब्दस्य अनन्तरं तत्र ठक् प्रत्ययस्य विधिः अस्ति. सो अग्नेः इत्यनेन देर् आर् थौसण्ड्स् आफ् वर्ड्स् विच् हेव् द सेम् मीनिङ्ग् एस् अग्नि, परन्तु तेषाम् अनन्तरं ठक् प्रत्ययः न आगन्तुं शक्यते. ओन्लि आनुपूर्वी इत्युक्ते, आनुपूर्वी इत्युक्ते वर्णानां क्रमः. अग्नि इति यः आनुपूर्वी अस्ति तादृशवर्णयोः तत्र तादृशक्रमः अस्ति चेत् तत्र एव ठक् प्रत्ययः आयाति, आगन्तुं शक्यते. ऐ केन् नाट् एड् ठक् प्रत्यय टु द वह्नि शब्दस्य, अनन्तरं ठक् न योजयितुं शक्नुमः. सूत्रे उक्त तत्र शब्दशास्त्रमस्ति, व्याकरणशास्त्रं शब्दशास्त्रम्. शब्द इत्युक्ते वर्णानाम् आनुपूर्वी अथवा केवलं वर्णः अपि शब्दः, ध्वनिः एव शब्दः, तस्य अर्थः अपि अस्ति, परन्तु तत्र शब्दशास्त्रे शब्दस्य एव ग्रहणम्, अर्थस्य अथवा संज्ञायाः ग्रहणं न भवति. सो दिस् इस् अबौट् द शब्दस्य. Now he will give us an udharan of sangya ityasya udharanam. Sangya ityasya udharanam, so this is sangya. So ach is a sangya and this sangya has 13 sangis. E, U, these are the sangis. So this is sangya yaha udharanam. Now he will give us the artha kritanimitasya kim apicha shabda kritanimitam kim. We have gone outside the topic of antarang bahirang. We are discussing something else. We are discussing shabda nimitta rupena tatra arthakrita nimittam kim, shabdakrita nimittam kim, athva this sangyakrita nimittam kim. Etavata paryantam asmabihi tatra sangyakrita nimittam kim iti drishtam. Now we will see what is arthakrita nimittam, what is shabdakrita nimittam. तावदेव अस्ति, अग्रे तस्य विषये चिन्तनं भवति. इदानीं तु समयः अभवत्, एतावता अवगतं वा? अगेन् अन्तरङ्ग् बहिरङ्ग्, बट् फस्ट् वी विल् डिस्कस् द टैप्स् आफ् निमित्तास्, द थ्री टैप्स् आफ् निमित्तास् वी आर् डिस्कसिङ्ग्, एण्ड् तस्य कृते अत्र अस्मिन् करपत्रे तत्र दृष्टान्तः अपि अस्ति, इति उदाहरणमपि दत्तमस्ति. सो शब्दकृतनिमित्तस्य दृष्टान्तः अस्ति इको यनाचि. तद् शब्दकृतस्य न, संज्ञा इत्यस्य संज्ञाकृतनिमित्तम्. अस्तु, अत्र स्थगामः, शान्तिमन्त्रं पठामि. ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते पूर्णस्य पूर्णमादाय पूर्णमेव अवशिष्यते. ॐ शान्ति शान्ति शान्तिः, हरिः ॐ श्रीगुरुभ्यो नमः. धन्यवादः, नमस्कारः. धन्यवादः महोदय.